पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 9 श्रीराम उवाच कीदृशोऽश्वस्तत्र भाव्यको विधिस्तत्र पूजने कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः अगस्त्य उवाच गङ्गाजलसमानेन वर्णेन वपुषा शुभः कर्णे श्यामो मुखे रक्तः पीदपुच्छे सुलक्षितः मनो वेगः सर्वगतिरुच्चैः श्रवः समप्रभः वाजिमेधे हयप्रोक्तशुभलक्षणलक्षितः वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि पत्रं लिखित्वा भाले तु स्वनाम बलचिह्निदं मोचनीयप्रयत्नेन रक्षकैः परिरक्षितः यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत् सुरक्षकः यस्तम्बलान्निबध्नादिस्ववीर्यबलदर्पितः तस्मात् प्रसभमानेयः परिरक्षाकरैर्हयः कर्त्रा तावत् सुविधिना स्थातव्यं नियमादिह मृगशृङ्गधरो भूत्वा ब्रह्मचर्यसमन्वितः व्रतं पालयमानस्य यावद्वर्षमधिक्रमेद तावद्धीनान्तकृपणाः परितोष्या धनादिभिः अन्नं तु बहुशो देयं धनं वा भूरिमारिष यद्यत् प्रार्थयदे धीमांस्तत्तदेव ददातिः एवं प्रकुर्वद कर्म यज्ञसम्पूर्णतां गतः करोति सर्वपापानां नाशनं रिपुनाशन तस्माद् भवान् समर्थोऽस्ति करणे पालनेऽर्चने कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप श्रीराम उवाच विलोकयद्विजश्रेष्ठ वाजिशालां ममाधुना तादृशाः सन्ति नो वाश्वाशुभलक्षणलक्षिताः इति श्रुत्वा तु तद्वाक्यमगस्त्यकरुणाकरः उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनशुभान् गत्वाथ तत्र शालायां रामचन्द्रसमन्वितः ददर्शाश्विन्विचित्राङ्गान् मनोवेगान्महाबलान् अवनितलगदा किं वाजिराजस्य वंश्या किमध रघुपदीनामेकध कीर्तिपिण्डाः किमिदमृतराशिर्वाहरूपेण सिन्धोर्मुनिरिधि मनसोऽन्धर्विस्मयं प्रापश्यन् एकदशोणदेहानां वाजिनां पङ्क्तिरुत्तमा एकदश्यामकर्णाश्च कस्तूरीकान्तिसप्रभाः एकध कनकाभाश्च त्वन्यदो नीलवर्णितः एकदशबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः एवं पश्यन्मुनिः सर्वान् कौतुकाविष्टमानसः यया वन्यत्र तान् द्रष्टुं यागयोग्यान् हया मुनिः ददर्श तत्र सदशो बद्धास्तादृशवर्णकान् दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षिताङ्गकः एकदश्यामकर्णांश्च सर्वाङ्गैः क्षीरसन्निभान् पीतपुच्छान्मुखे रक्ताञ्चुभलक्षणलक्षितान् निरीक्ष्य परितो नखान्विमलनीराधारानिभान्मनो जवनशोभिदान्विमलकीर्तिपुञ्जप्रभान् पयोनिधि विशोषको मुनिरुवाच सीदाम्पदिं विचित्रहयदर्शनादृशितनेत्र वक्त्रप्रभः अगस्त्य उवाच हयमेधक्रदौ योग्यान्वाहांस्ते बहुशशुभान् पश्यतो नेत्रयोर्मेद्य तृप्तिर्नास्ति रघोत्तम रामचन्द्रमहाभाग सुरासुरनमस्कृत यज्ञं कुरु महाराज हयमेधं सुविस्तरम् सुरपदिरिव सर्वान्यज्ञसंखान् करिष्यं स्तपन सुपर्वाराधितोऽयं विशोष्यन् हतरिपुगणमुख्यं साम्परायं विजित्य क्षितितल सुखभोगं कुर्विदं भूरिभाग इत्येवं वाक्यवादेन परितुष्टाखिलेन्द्रियः सर्वान्वै यज्ञसम्भारानाजहार मनोहरान् मुन्यन्विदो महाराजः सरयूतीरमागतः सुवर्णलाङ्गलैर्भूमिं विचकर्षमहीयसीं विलिख्य भूमिं बहुशश्चतुर्योजनसंमितां मण्डपान्रचयामास यज्ञार्थं स नरोत्तमः कुण्डं तु विधिवत् कृत्वा योनिमेखलयान्वितम् अनेकरत्नरचितं सर्वशोभासमन्वितं मुनीश्वरो महाभागो वसिष्ठः सुमहातपः सर्वं तत्कारयामास वेदशास्त्रविधिश्रुतम् प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् कथयामासुरुद्युक्तं हयमेधे रघुत्तमम् अकारितास्तदा सर्वे ऋषयस्तपतां वराः आजग्मुः परमेशस्य दर्शने त्वदिलालसाः नारदोऽसितनामा च पर्वतकपिलो मुनिः जादूकर्ण्यों गिराव्यास आर्टिषेणोत्रिरासुरिः हरिदो याज्ञवल्क्यश्च संवर्तशुकसंज्ञिदः इत्येवमादयो राम हयमेधवरं ययुः तान् सर्वान् पूजयामास रघुराजो महामनः प्रत्युत्थानाभिवाद्याभ्यामर्क्य विष्टरकादिभिः गाम्भीरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः महद्भाग्यं त्वद्य मेऽस्ति यद्यूयं दर्शनं गताः शेष उवाच एवं समाकुले ब्रह्मन् नृषिवर्यसमागमे धर्मवार्ता बभूवाहो वर्णाश्रम सुसम्मता वात्स्यायन उवाच का धर्मवार्ता तत्रासीत् किं वा कथितमद्भुतं साधवः सर्वलोकानां कारुण्यात् किमुदा ब्रुवन् शेष उवाच तान् समेतान् मुनीन् दृष्ट्वा रामो दाशरथिर्महान् पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान् ते तु पृष्ठा हि रामेण धर्मान् प्रोचुर्महागुणान् तान् प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्वतान् ऋषय ऊजुः ब्राह्मणेन सदा कार्यं यजनाध्ययनाधिकम् वेदान् पठित्वा विरजो नैव गार्हस्थ्यमाविशेद ब्राह्मणेन सदा त्याज्यं निजसेवानुजीवनम् आपद्गतोऽपि जीवेद नश्ववृत्त्या कदाचन ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः स्त्रीणां वरमनुस्मृत्यापत्यकामोऽथवा भवेद् देवाभिगमनं पुंसा मनायुष्यकरं मदं श्राद्धाः सर्वपर्वाणि यतस्त्याज्यानि धीमता तत्र गच्छे स्त्रियं मोहाधर्मात् प्रच्यवदे पराद ऋतुकालाभिगामी यत्स्वदारनिरतश्च यः सर्वदा ब्रह्मचारीः विज्ञेयः स गृहाश्रमी ऋतुषोडशयामिन्यश्च दस्रस्ता सुगर्हिताः पुत्रदास्तासु या युग्मा अयुग्मा कन्यकाप्रदाः त्यक्त्वा चन्द्रमसं दुष्टं मकां मूलं विहाय च शुचिसन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः शुचिं पुत्रं प्रसूयेद पुरुषार्थप्रसाधनम् आर्षे विवाहे गोद्वन्द्वं यदुक्तं तत् प्रशस्यते शुल्कमण्वपि कन्याया कन्याक्रेतुस्तु पापकृत वाणिज्यं नृपदे सेवा वेदानध्ययनं तथा कुविवाहक्रियालोपः कुलपादनहेतवः अन्नोदकपयोमूलफलैर्वापि गृहाश्रमी गोदानेन दुयत्पुण्यं पात्राय विधिपूर्वकम् अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति आजन्मसञ्चितात् पुण्यात् क्षणात् स हि बहिर्भवेद् पितृदेवमनुष्येभ्यो दत्त्वा स्नीदामृतं गृही स्वार्थं पचत्यखं भुङ्क्रे केवलं स्वोदरं भरिः षष्ट्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि चतुर्दश्यां तथा मायां त्यजेदक्षुरमङ्गनां रजस्वलां न सेवेद नाश्नीयात् सह भार्यया एकवासा न भुञ्जीद न भुञ्जीदोत्कटासने नाश्नन्तीं स्त्रियमीक्षेद तेजकामो नरोत्तमः मुखे नोपधमेन्नाग्निं नग्नां नेक्षेद योषितं नाङ्क्रिप्रताप येदग्नौ न वस्त्वशुचि निक्षिपेद प्राणिहिंसां न कुर्वेद नाश्नीयात् सन्ध्ययोर्द्वयोः नाचक्षीद धयं तीं गां नेन्द्रचापं प्रदर्शयेद नदिवोद्गतसारं च भक्षयेद्दधिनो निशि स्त्रीं धर्मिणीं नाभिवादेनाद्यादातृप्तिरात्रिषु तौर्यत्रिकप्रियो न स्यात् कांस्ये पादौ न धावयेद न धारयेदन्यभुक्तं वासश्चोपानहावपि न भिन्नभाजने स्नीयान्नाश्नीतान्नं विदूषितं संविश्येन्नार्द्रचरणो नोच्छिष्टः क्वचिता व्रजेद शयानो वा न चाश्नीयान्नोच्चिष्टः संस्पृशेच्चिरः न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेद अभ्युद्यतं न प्रणमेत् परमर्माणि नो वदेद एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेद न स्त्रीगो वा गतस्त्रीगो विरज्येद ततः परम् इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा श्रुता रामेण महदा सर्वलोकहितैषिणा इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशो नाम नवमोऽध्यायः ॐ